पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायम् 11 भीष्म उवाच कस्मिन्वासरभागे तुश्राद्धी श्राद्धं समाचरेद तीर्थेषु केषु वैश्राद्धं कृतं बहुफलं द्विज पुलस्त्य उवाच तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतं सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितं तत्र दत्तं हुतं जप्तमनन्दं भवति ध्रुवं पितॄणां वल्लभं नित्यमृषीणां परमं मदम् नन्दाधललिता तद्वत्तीर्थं मायापुरी शुभा तथा मित्रपदं राजंस्तद केदारमुत्तमं गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभं तीर्थं ब्रह्मसरस्तद्वच्छददृसलिलं शुभम् तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदं गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः तथा यज्ञवराहस्तु देवदेवश्च शूलधृक यत्र तत्काञ्चनं दानमष्टादशभुजोहरः नेमिस्तु धर्मचक्रस्य शीर्णा यत्रा भवत्पुरा तदे तन्नैमिषारण्यं सर्वतीर्थनिषेविदं देवदेवस्य तत्रापि वराहस्य च दर्शनं यः प्रयाति सपूदात्मा नारायणपुरं व्रजेत कोकामुखं परं तीर्थमिन्द्रमार्गोऽपि लक्ष्यते अथापि पितृतीर्थं तु ब्रह्मणो व्यक्तजन्मनः पुष्करारण्यसंस्थोऽसौ यत्र देवः पितामहः विरिञ्चिदर्शनं श्रेष्ठमपवर्गफलप्रदं कृतं नाम महापुण्यं सर्वपापनिषूदनम् यत्राद्यो नरसिंहस्तु स्वयमेव जनार्दनः तीर्थमिक्षुमदीनाम पितॄणां च शुभावः तुष्यन्ति पितरो नित्यं गङ्गायमुनसङ्गमे कुरुक्षेत्रं महापुण्यं यत्र मार्गोऽपि लक्ष्यते अद्यापि पितृतीर्थं तु सर्वकामफलप्रदं नीलकण्ठमिधिख्यातं पितृतीर्थं नराधिप तद्धा भद्रसरः पुण्यं सरो मानसमेव च मन्दाकिनी तथा चोदा विपाशा च सरस्वती सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम् क्षिप्रानदी तथा पुण्या तथा कालञ्जरं शुभं तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयं भद्रेश्वरं विष्णुपदं नर्मदाद्वारमेव च गयापिण्डप्रदानेन सामान्याहुर्महर्षयः एतानि पितृतीर्थानि सर्वपापहराणि च स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम् ओङ्कारं पितृतीर्थं तु कावेरी कपिलोदकं सम्भेदश्चण्डवेगायां तथैवामरकण्टकं कुरुक्षेत्राच्च द्विगुणं तस्मिन् स्नानादिकं भवेद शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परं सर्वव्याधिहरं पुण्यं फलं कोटिगुणाधिकं श्राद्धे दाने तथा होमे स्वाध्याये चापि सन्निधौ कायावारोहणं नाम देवदेवस्य शूलिनः अवतारं रोजमानं ब्राह्मणावसधे शुभे जातं तत्सु महापुण्यं तथा चर्मण्वदी नदी शूलतापी पयोष्णी च पयोष्णी सङ्गमस्तथा मखौषधीचरणा च नागतीर्थप्रवर्तिनी महावेणा नदी पुण्या महाशालस्तथैव च गोमतीवरुणा तद्वत्तीर्थं हौदाशनं परं भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमं तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमं तथा पापहरं नाम पुण्यावेत्रवदी नदी महारुद्रं महालिङ्गं दशार्णा च महानदी शतरुद्रा शदाह्वा च तथा पितृपदं पुरम् अङ्गारवाहिका तद्वन्नदौ द्वौ शोणकर्करौ कालिका च नदी पुण्या पितरा च नदी शुभा एतानि पितृतीर्थानि सस्यं ते स्नानदानयोः श्राद्धमेतेषु यद्दत्तं तदनन्दफलं स्मृतं शतावटा नदी ज्वाला शरद्वीजनदी तथा द्वारका कृष्णतीर्थं च तथा ह्युदसरस्वती नदीमालवदी नाम तथा च गिरिकर्णिका दूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा श्रीशैलं शाकतीर्थं च नारसिंहमदः परं महेन्द्रं च तथा पुण्या पुण्या चापि महानदी यतेष्वपि सदा श्राद्धमनन्दफलदं स्मृतं दर्शनादपि पुण्यानि सद्यपापहराणि वै तुङ्गभद्रा नदी पुण्या तथा चक्ररथीति च भीमेश्वरं कृष्णवेणा कावेरी चाञ्जना नदी नदी गोदावरी पुण्या त्रिसन्ध्या पूर्णमुत्तमं तीर्थं त्रय्यम्बकं नाम सर्वतीर्थनमस्कृतं यत्रास्ते भगवान् भीमः स्वयमेव त्रिलोचनः श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेद् स्मरणादपि पापानि व्रजन्ति शतधा नृप श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमं तथा मत्स्यनदीकारा शिवधारा तथैव च भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतं पुण्यं रामेश्वरं तद्वद्वेणापुरमलं पुरम् अङ्गारकं च विख्यातमात्मदर्शमलम्बुषं वत्सव्रादेश्वरं तद्वत्तथा गोकामुखं परं गोवर्धनं हरिश्चन्द्रं पुरश्चन्द्रं प्रधूदकं सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी नामधेयानि च तथा तथा सौमित्रिसङ्गदम् इन्द्रनीलं महानादं तथा च प्रियमेलकम् एतान्यपि सदा श्राद्धे प्रचस्तान्यधिकानि च एतेषु सर्वदेवानां सान्निध्यं पठ्यते यतः दानमेतेषु सर्वेषु भवेत् कोटिशताधिकम् बाहुधा च नदी पुण्या तथा सिद्धवडं शुभं तीर्थं पाशुपदं चैव नदी पर्यटिका तथा श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरं तथैव पं च तीर्थं च यत्र गोदावरी नदी युधालिङ्गसहस्रेण सव्येतरजलावः जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमं प्रतीकस्य भयासिद्धा यत्र गोदावरी नदी तीर्थं तद्धव्यकव्यानामप्सरो गणसंयुधं श्राद्धाग्निदानकार्यं च तत्र कोटिशताधिकं तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमं सेन्द्रकाला नदी पुण्या तत्र शक्रो गतपुरा निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान् तत्र दत्तं नरैः श्राद्धमनन्दफलदं भवेद् पुष्करं नाम वैतीर्थं शालग्रामं तथैव च शोणपादश्च विख्यातो यत्र वैश्वानराशयः तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च मलन्धरा नदी पुण्या कौशिकी चन्द्रका तथा विदर्भा चाधवेका च पयोष्णी प्राङ्मुखा परा कावेरी चोत्तराङ्गा च तथा जालन्धरो गिरिः एतेषु श्राद्धतीर्थेषु श्राद्धमानन्द्यमश्नुते लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च दिव्यं सर्वत्र गङ्गायास्तदा नद्यास्तडं शुभं कुब्जामृगं तथा तीर्थमुर्वशीपुलिनं तथा संसारमोचनं तीर्थं तथैव ऋणमोचनं एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुदे अट्टहासं तथा तीर्थं गौतमेश्वरमेव च तथा वसिष्ठतीर्थं च भारतं च ततः परं ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च पिण्डारकं च विख्यातं शङ्कोद्धारं तथैव च भाण्डेश्वरं बिल्वकं च नीलपर्वतमेव च तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरं वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च जयन्ती विजया चैव शुक्लतीर्थं तथैव च येषु श्राद्धप्रदातारप्रयान्ति परमं पदं तीर्थं मातृगृहं नाम करवीरपुरं तथा सप्तगोदावरी नाम सर्वतीर्थेश्वरेश्वरं तत्र श्राद्धं प्रदातव्यमनन्दफलमीप्सुभिः कीकटेषु गया पुण्या पुण्यं राजगृहं वनं च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनः पुनः विषयाराधनं पुण्यं नदी यादु पुनः पुनः यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता येष्ठव्या बहवपुत्रा यद्येकोऽपि गयां व्रजेद यजेद वाश्वमेधेन नीलं वा वृषमुत्सृजेद येषा गाथा विचरति तीर्थेष्वायतनेषु च सर्वे मनुष्या राजेन्द्रकीर्तयन्तः समागताः किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः प्रीणयिष्यति तान् गत्वा सप्तपूर्वांस्तथा परान् मादा महानामप्येवं श्रुतिरेषा चिरन्तनी गङ्गायामस्ति निचयम् गत्वा क्षेप्स्यदि यः सुतः तिलैः सप्ताष्टभिर्वापि दास्यते च जलाञ्जलिम् अरण्यत्रिदयेवापि पिण्डदानं करिष्यति प्रथमं पुष्करारण्ये नैमिषे तदनन्तरं धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा गया शीर्षवडे चैव पितॄणां दत्तमक्षयं व्रजन् कृत्वा निवापं यस्त्वध्वानं परिसर्पदि नरकस्तान् पितॄन् सोऽपि स्वर्गं नयदि सत्वरं कुले तस्य न राजेन्द्रप्रेदो भवति कश्चन प्रदत्वमोक्षभावं च पिण्डदानाच्च गच्छति एको मुनिस्ताम्रकराग्रहस्थो ह्याम्रेषु मूले सलिलं ददाति आम्राश्च सिक्ता पितरश्च तृप्ता एका क्रियाद्व्यर्थकरी प्रसिद्धा गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते एकेन पिण्डदानेन तृप्तास्ते मोक्षगामिनः धान्यप्रदानं प्रवरं वदन्ति वसुप्रदानं च तथा मुनीन्द्राः गया सुदीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदन्ति सर्वात्मना सुरुचिना महाचलमहानदी यदु पश्यन्ति तां गत्वा मानसे दक्षिणोत्तरे प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनफलं यद्यदिच्छति वैमर्त्यस्तत्तदाप्नोत्यसंशयम् एष तु दशधप्रोक्तस्तीर्थानां सग्रहो मया वागीशोऽपि न शक्नोति विस्तरात् किमु मानुषः सत्यं तीर्थं दयातीर्थं तीर्थमिन्द्रियनिग्रहः वर्णाश्रमाणां गेहेऽपि तीर्थं शम उदाहृतम् येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते गयायां यत्तु वैश्राद्धं तच्छ्राद्धमपवर्गतम् यस्मात् तस्मात् प्रयत्नेन तीर्थे श्राद्धं विधीयते प्रातःकालो मुहूर्तां स्त्रीन् सङ्गवस्तावदेव तु मध्याह्नस्त्रिमुहूर्तस्यादपराह्नस्ततः परम् सायाह्नस्त्रिमुहूर्तस्याश्राद्धं तत्र न कारयेद् राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु अह्नो मुहूर्ता व्याख्यादा दश पञ्चज सर्वदा तत्राष्टमो मुहूर्तो यः स कालकुतपस्मृतः मध्याह्न सर्वदा यस्मान्मन्दी भवति भास्करः तस्मादनन्दफलदस्तत्रारम्भो विशिष्यते खड्गपात्रं च कुतपस्तथा नैपालकं बलं रुक्मं दर्भास्तिलागावो दौहित्रश्चाष्टमस्मृदः पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः अष्टावेदे यतस्तस्मात् कुतप इति विश्रुताः ऊर्ध्वं मुहूर्तात् कुदपान् मुहूर्तं च चतुष्टयम् मुहूर्तपञ्चकं चैव स्वधा वाचनमिष्यते विष्णुदेहसमुद्भूता कुशा कृष्णतिलास्तथा श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः तिलोदकाञ्जलिर्देयो जलान्ते तीर्थवासिभिः सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति पुण्यं पवित्रमायुष्यं सर्वपापविनाशनं ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनं शृणोति यः पठेद्वापि श्रीमान् संजायते नरः श्राद्धकाले च वक्तव्यं तदा तीर्थनिवासिभिः सर्वपापोपशान्त्यर्थं मलक्ष्मीनाशनं मदम् इदं पवित्रं यशसो निधानमिदं महापादकनाशनं च ब्रह्मार्करुद्रैरभिपूजितं च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे श्राद्धप्रकरणं नाम एकादशोऽध्यायः ॐ